सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमावित्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः त्रिमुनिवन्दना येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि नमः धन्यवादः धन्यवादः भगिनी सुप्रभात श्रूयते वा अहं याने अस्मि भगिनि प्रयाणे अस्मि प्रश्नाः सन्ति मम प्रथमप्रश्नं तु तदेव भवति प्रश्नाः सन्ति एतत् पठित्वा आगतवन्तः वा किमस्ति अस्माकं पाणिनीयसूत्रं कथं पठनीयं बहुपूर्वं वयं कृतवन्तः तत् पठितवन्तः वा कोऽपि पठित्वा आगतवन्तः न इत्युक्ते कोऽपि एतस्य विषयस्य पठित्वा आगतवन्तः आगतवती परन्तु अहं याने अस्मि यावत् शक्यं वदामि महोदय पठितवती मान्ये प्रयत्नं करोमि ओके आधारः तत् अस्ति अस्माकम् अग्रिमभागे अपि अतः एव प्रश्नम् उदेति पठितं वा न ओके इदानीं का अस्ति विजया विजया हेतिराजन् वदतु महोदय वदतु महोदय सुप्रभातं सुप्रभातं नमस्कारः वयं भू अधिकम् अ अधिकं ति पञ्चमबिन्दु वयं पठितवन्तः किञ्चित् तस्मिन् विषये पुनस्मरणं कर्तुं शक्नोति आं महोदय करोतु अत्र पञ्चमबिन्दुः भूयोगः आयोगः ति इति भवति अत्र भू इति दीर्घ ऊकारः अन्तिमवर्णः अस्ति अत्र एतत् इत्संज्ञा यत्र इत्संज्ञा कृत्वा लोपः साध्यते तत्र यस्य लोपः जातः सः इत्संज्ञावान् इति यत्र यत्र इत् भवति तत् उपदेश अज अनुनासिक इत् अनन्तरं हलन्त्यं तस्य लोपः तस्य लोपः इति सूत्रेण अन्तिमवर्णस्य उपदा एतत् उपदावर्णस्य अपि अत्र इत् संज्ञा भवति एतत् इत् संज्ञावान् इति अत्र स्वीकुर्मः अत्र नाम भवति इत् संज्ञावान् इत् संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति एव एतत् लोपं भवति परन्तु तस् एतस्य कार्यम् अत्र भवति एव प्रभावः तिष्ठति एव अनन्तरं तत्र भूयोगः अत्र किं स्क्रोल् करणीयं महोदय अत्र भवत्याः एकनिमिषं भवत्याः ऐ हाव् टु सी अस्तु तावदेव अत्र इतोपि सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र दीर्घ ऊकारस्य स्थाने ओकारः भूत्वा अनन्तरम् एचो यव यावः इत्यनेन भव भवति भव योगः अनन्तरम् अकार योगः ति योगः भवति इति अन्तिमरूपं निष्पन्नम् एतदेव अत्र दत्तं खलु महोदय पञ्चमबिन्दुः अस्तु महोदय सीतालक्ष्मी भवती किं स्मरति पञ्चमबिन्दुविषये भूयोग अयोगति एतत् वयम् एतस्मिन् विषये अय्य रमा भूयोग अयोगति अस्मिन् विषये किञ्चित् अत्र वयं दृष्टवन्तः स्मरति वा किम् अस्ति भू कार्याणि के के वयं कृतवन्तः कानि कानि कृतवन्तः षित् प्रथमं कार्यं षित् नामकरणं कृतवन्तः केन कारणेन नामकरणम् आगतं षिप् षिप् यदस्ति प्रत्यय सूत्र आधारेण लोपः भवति तदा षित् इति नामकरणं कृतवन्तः आगच्छति किञ्चित् स्पष्टीकरणं करोतु कस्य लोपः भवति केन कारणेन किं सूत्रम् उपयुक्तमस्ति तत्र शप् इति प्रत्ययः अस्ति शकारः शप् इति प्रत्ययः अस्ति शकारः लषस्क तद्धिते इति सूत्रेण शप् इति लोपः भवति हलन्त्यं सूत्रस्य पकारः लोपः भवति आ एव तिष्ठति आ एव तिष्ठति आ यद् अकारपकारयोः लोपः भवति अकारमेव दृश्यते तदस्ति षित् इति नामकरणं षित् षित् इति नामकरणं भवति न न कथम् आगतम् भू बुका बकार उकारयोः न न प्रथमं षित् कथं नामकरणम् आगतं तद् वदतु प्रथमं षित् इति शकार अकारः अस्ति तद् अकारः अस्ति महोदय अकार संज्ञा अभवत् शकारपकारयोः लोपः भवति अकारये सीतालक्ष्मी केवलं चिन्तयतु पकारविषये इदानीं मा चिन्तयतु कारणं तस्य तु अत्र किमपि न उक्तम् अस्ति ओके केवलं चित् विषये कान्सन्ट्रेट् आन् षट् चित् नाम कथम् आगतम् केन कारणेन आगतम् शकारः किम् अभवत् लोपः भवति लषप तद्धिते इति सूत्रेण संज्ञा अभवत् इत्संज्ञा अभवत् केन कारणेन तिंशित् इति प्रत्ययः अस्ति महोदय न न षित् अकारस्य केवल अकारस्य केवलं प्रभावः भवति न सीतालक्ष्मी फोकस् शकारस्य इत्संज्ञा अभवत् केन कारणेन बहु स्पष्टम् आवश्यकं हा अन्यथा अग्रे अग्रे भ्रमः भविष्यति नरसिंह भवान् वदतु कारणेन वदतु वदतु लषक् सूत्रेण षकारस्य भवति तस्मात् कारणात् षित् शप् प्रत्ययः षित् ओके नामकरणं प्राप्नोति. सीतालक्ष्मी अवगतवती? एतदेव मूलमस्ति अत्र. षित् इति नामकरणं कुतः आगतः? इत्संज्ञा अभवत् सूत्रस्य आधारेण यस्य इत्संज्ञा अभवत् तदस्ति शकारस्य इत्संज्ञा अभवत् अतः षित् नामकरणम् अन्यत्र अन्यत् नामकरणम् आगच्छति. ओके अस्मिन् सन्दर्भे वयं केवलं विषये पश्यामः षित् कारणेन अग्रिम सोपानं किम् अभवत्? सीतालक्ष्मी अग्रे वदतु इदानीं. षित् इति कारणेन अभवत् तेन कारणेन इदानीं शप् यदस्ति तद् लोपः भवति षित् इति कारणेन षित् इत्संज्ञा भवति इत्संज्ञा भवति तत्कारणेन षित् इति नामकरणम् अभवत्. तत्तु वयं दृष्टवन्तः इदानीं षित् तेन कारणेन अग्रे किं वयं कुर्मः? नामकरणम् अस्ति तद् षित् इति नामकरणं तदस्ति तिङ् षित् प्रत्यय इति तिङ्क्षित् इति प्रत्ययस्य यो सार्वधातुकम् इति नामकरणं भवत् महोदय शप्रत्ययस्य सन्न शप्रत्यय सार्वधातुकसन्न प्राप्नोति न इषित् सार्वधातुकम् इति नामकरणम् अवगच्छामः. किञ्चित् स्पष्टतया वद भवती जानाति परन्तु तत्र कन्फ्यूषन् आगच्छति. षित् इति नामकरणं तदनन्तरं सार्वधातुकं तिङ्क्षित् इति तिङ्क्षित् इति सूत्रं किं तिङ्क्षित् सार्वधातु शकार यदि शकारः शकारपकारयोः आ एव तिष्ठति आ एव प्रभावः भवति न अकारः अकारम् उत्सङ्गा भूत्वा लोप मनसि कोलाहलम् अस्ति. तिङ्क्षित् इति नामकरणं भवति महोदय? तिङ्क्षित् इति नामकरणं न केवलं षित् नामकरणम् अस्ति. ओके अत्र तिङ् कुत्र आगतं? अकारे अकारे केवलं शकारस्य षित् इति अकारस्य नामकरणं न अकारः प्रभावः भवति षित् न स्पष्टता मनसि प्रश्नानाम् उत्तरं ददातु. षित् नाम कथम् आगतम्? षित् षित् नाम कथम् आगतम्? यत्र इत्संज्ञा शपस्य इत्संज्ञा लोपः भवति शपस्य इत्संज्ञा न शप् प्रत्यय शप्रत्ययस्य इत्संज्ञा भवति लोपकार्यं भवति. सीतालक्ष्मी शप् प्रत्ययस्य इत्संज्ञा न भवति शप् प्रत्ययस्य शकारस्य इत् संज्ञा भवति दशकवर्षस्य सूत्रस्य आधारेण वदतु सप्रत्ययस्य शकारस्य लोपः लषत्वतद्धिते इति सूत्रेण शकारस्य लोपः भवति लोपः न भवति इत्संज्ञा भवति इत्संज्ञा इत्संज्ञा भवति तस्य लोपः सूत्रेण लोपः भवति तदस्ति इत्संज्ञा अतः षित् इति भवति नामकरणं भवति प्राप्नोति तदनन्तरं ओके तदनन्तरं किं सूत्रम् आगच्छति तिङ्क्षित् इति नामकरणं तिङ्क्षित् सार्वधातुकम् तिङ्क्षित् सार्वधातुकम् इति सूत्रस्य प्रभावः आगच्छति कारणेन अ यदस्ति तत् सार्वधातुकं नाम संज्ञान नाम प्राप्नोति ओके अ यदस्ति तत् सार्वधातुकम् इति तस्य पुनः नामकरणं भवति अतः अ यदस्ति अत्र तदस्ति षित् एकं नाम द्वितीयनाम आगच्छति सार्वधातुकम् ओके तावत्पर्यन्तम् अवगतम् सर्वं जानाति परन्तु वक्तुं न शक्नोमि महोदय मेरे प्राब्लम् वै स्थरेण वक्तव्यं अन्यथा किं भवति कार्यं कर्तुं किञ्चित् क्लेशः भविष्यति कारणं कार्यस्य समये सोपानानि सन्ति अतः प्रथमं सार्वधातुकम् इति डिक्लेर् करोति तदनन्तरम् तत्र षित् अस्ति एवं न शप् अस्ति शप् तिंशित् सार्वधातुकम् एवमेवं करोति चेत् आर्डर् नास्ति तत्र ओके इदानीं नरसिंहन् महोदय आगच्छतु पूरयतु किञ्चित् सार्वधातुकं तावत्पर्यन्तं वयं दृष्टवन्तः तदनन्तरं किम् आगच्छति सार्वधातुक अर्धधातुक अस्य सूत्रस्य अर्थ एवम् इगन्तधातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक् वर्णस्य गुणः भवति अत्र इक् वर्णः किम् आगच्छति ऊकारः ऊकारः भू धातु अस्ति सम्यक् अस्ति सार्वधातुकः सार्वधातुकमस्ति तदनन्तरं सार्वधातुकार्धधातुकयोः एतस्य आधारेण वयं किं कर्तुं शक्नुमः ओकारः ऊकारस्य ओकारे परिवर्तनं भवति ओके तदनन्तरं ऊकार ओकार भवति अनन्तरं भो अधिकम् ओकारस्य अव् अव् आदेशः भवति बव् बकारः अव् अकारः तिकारः तिष्ठति तदनन्तरं भव् ओके भवति वर्णमेलनं कुर्मः ओके तावत्पर्यन्तं सर्वे अवगतवन्तः इदानीं परिभाषासूत्रविषये किञ्चित् अग्रे पठामः। कस्य पर्यायः? मुत्तुलक्ष्मी, भवत्याः पर्यायः पठतु परिभाषासूत्राणि। मुत्तुलक्ष्मी न श्रूयते। ओ इदानीं श्रूयते वा? हलो, इदानीं श्रूयते वा? हा, किञ्चित् श्रूयते। इदानीं श्रूयते वा? हा, या, ओके, अग्रे पठतु। आम् आम्, पाणिनिः सूत्राणां लघुत्वम् इच्छति, तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारः सन्देशः अपेक्ष्यते तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रं पाणिनिना विरच्यते। इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति। यथा सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि। पठतु। इको गुणवृद्धि इति सूत्रेण इक् स्थानी भवति यत्र स्थानी नोक्तम् इत्युक्ते न उक्तम् अस्ति। अनन्तरम् अग्रिमस्तरं किम्? एकं तु अस्ति इको गुणवृद्धिः, अनन्तरं येन विधिस्तदनन्तस्य येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्यापि भवति सोऽन्ते यस्य स तदन्तः तस्य तदन्तस्य बहुव्रीहिः विधीयते इति विधिः येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ठ्यन्तं त्रिपदमितं सूत्रं रूपं शब्दसङ्ख्या इत्यस्मात् स्वयं रूपम् इत्यनयोः अनुवृत्तिः विभक्तिपरिणामः इत्यनेन षष्ट्यन्ते भवतः स्वस्य रूपस्य अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य च। विधिः इत्युक्ते कार्यं। सार्वधातुकार्धधातुकयोः इति सूत्रे विधिः अस्ति। गुणकार्यं गुणः विधीयते। कस्य गुणः? इक् वर्णस्य। तर्हि येन विधिस्तदन्तस्य इति सूत्रे अत्र येन इत्युक्ते इक् वर्णेन। इक् वर्णेन गुणकार्यं विधीयते। येन इक् वर्णेन गुणकार्यं विधीयते? तदन्तस्य, इगन्तस्य शब्दस्यापि गुणकार्यं विधीयते। तृतीयं सूत्रं किम्? परिभाषासूत्राणि सन्ति, अग्रे पठतु। आम्, अलोन्तस्य, अलोन्तस्य षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तं द्विपदं द्विपदमितं सूत्रं षष्ठी स्थाने योगा इत्यस्मात् षष्ठी स्थाने इत्यनयोः अनुवृद्धिः अनुवृद्धिसहितसूत्रं षष्ठ्या अन्तस्य अलः स्थाने अलः स्थाने विद्यमाने विद्यमानः आदेशः. ओके, इदानीं परिभाषासूत्राणि कानि अत्र स्पष्टं कृतं सार्वधातुकार्धधातुकयोः इको गुणवृद्धि येन विधिस्तदन्तस्य अलोन्तस्य. ओके, सार्वधातुकार्धधातुकयोः भिन्नमस्ति. ओके, सार्वधातुकार्धधातुकयोः तत्तु इक् विषये वदति. ओके, किं कार्यं कुत्र कर्तुं शक्नुमः. ओके, तत्र सम्पूर्णसूत्रं किम् इक् अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. अतः तत्र तु स्पष्टीकरणं कृतमस्ति कुत्र कार्यं भवति, कुत्र गुणकार्यम् आगच्छति. परन्तु परिभाषासूत्रस्य आधारेण के ते के इको गुणवृद्धि इति एकं सूत्रमस्ति, येन विधिस्तदन्तस्य द्वितीयं सूत्रम्, अलोन्तस्य तृतीयं सूत्रम्. परिभाषासूत्राणि इदानीं पश्यामः. इको गुणवृद्धि एतस्य सूत्रस्य आधारेण वयं किं जानीमः? इक् इक् वर्णस्य स्थाने स्वरः आदेशः भवति. इक् वर्णः इत्युक्ते इ ऊरुल् आगच्छति चेत् तत्र गुण आदेशः भवति. केवलं गुण आदेशः भवति, इको गुणवृद्धि वृद्धि अपि भवितुम् अर्हति. गुणकार्यम् अथवा वृद्धिकार्यम् इक् वर्णः यत्र आगच्छति तत्र एव भविष्यति. ओके, तावत् अवगतम्? ओके, अग्रे अग्रे मन्दं मन्दं पश्यामः. कण्णम्मा, कण्णम्मा नमस्ते भगिनि. अस्ति इदानीं वयं गुणकार्यम् इति उक्तवन्तः. ओके, अत्र परिभाषासूत्रम् इति उक्तम् अस्ति इको गुणवृद्धिः. एतस्य सूत्रस्य आधारेण इक् वर्णस्य स्थाने किम् किं कर्तुं शक्नुमः? इक् वर्णस्य आधारेण इ ए भवति, उ औ भवति, ऋ ल भवति, ऋ अर् भवति, ल भवति. न, अहं तु तत् न पृष्टवती. अहं केवलं पृष्टवती इको गुणवृद्धि एतस्य सूत्रं, एतस्य सूत्रस्य अवगमनार्थं वयम् इक् वर्णं स्वीकुर्मः. इक् वर्णः स्वीकुर्मः. इक् वर्णानां स्थाने किं कार्यं कर्तुं शक्नुमः? इक् वर्णानां स्थाने गुणः भवति, वृद्धि अपि भवितुम् अर्हति. ओके, अतः यत्र यत्र यत्र इक् वर्णस्य समस्या अस्ति तत्र यदा स्पष्टं न दत्तम् अस्ति किं कार्यं कर्तव्यं, तत्र तु इक् वर्णस्य स्थाने गुणकार्यं वृद्धिकार्यं भवितुम् अर्हति. अस्मिन् सन्दर्भे अस्माकं हस्ते किम् अस्ति? सार्वधातुक आर्धधातुकयोः इति सूत्रमस्ति. तस्य सम्पूर्णरूपम् अस्ति इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. किं किं वयं द्रष्टुं शक्नुमः? एकः अङ्गस्य गुणः अत्र भूधातु उदाहरण अस्ति. तत्र ऊ यदस्ति तत् इकः इगन्तः अस्ति, इकः अस्ति, ऊ अस्ति, तत् तस्य अङ्गस्य गुणः भवति. ऊ इति अङ्गस्य गुणः भवति. ओके, तावत्पर्यन्तं सर्वे अवगतवन्तः? किमस्ति इको गुणवृद्धि? एतस्य आधारेण इक् यत्र अस्ति तस्य गुण अथवा वृद्धिकार्यं कुर्मः. यत्र किं कष्टं न दत्तम् अस्ति. अत्र सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य आधारेण वयं किं कुर्मः? अङ्गं यदस्ति तत्र यत् किमपि इक् वर्णः अस्ति तस्य गुणकार्यं कर्तव्यम्. ओके, यावत्पर्यन्तम् अवगतवन्तः? प्रश्नाः सन्ति वा? कारणम् अग्रे अग्रिमसूत्रं पश्यामः. एवमेव सर्वं न कर्तुं शक्नुमः. ओके, जयनी एक उदाहरणं दातुं शक्यते वा भगिनि? अत्र उदाहरणम् अत्र अत्र अस्माकं हस्ते अस्ति न, भूधातु. भूधातु तत्र ऊ इति इक् इक् अस्ति, इकः अस्ति, इगन्तः. सोपानम् एवं नास्ति. भूधातोः विकरणप्रत्ययः शप् अस्ति. ओके, प्रथमसोपानम् शप् कारणेन शित् इति नामकरणं प्राप्नोति. शकारस्य इत्संज्ञा भवति न, नामकरणं शित् इति आगच्छति. तेन कारणेन तस्य नाम किञ्चित् कारणं एतस्य आधारेण सार्वधातुकसंज्ञा प्राप्नोति. भूधातु सार्वधातुक प्रत्ययः सार्वधातुकप्रत्ययः इति नाम प्राप्नोति. तेन कारणेन सार्वधातुकार्थधातुकयोः एतस्य प्रभावः आगच्छति. तदनन्तरं किम् आगच्छति? भू यद् भागः अस्ति अकारस्य पूर्वं तत्र अन्तिमवर्णः ऊ अस्ति, तदस्ति इक् वर्णः. अतः इकः अङ्गस्य गुणः कुत्र? यदा सार्वधातुकम् अस्ति अथवा आर्धधातुकम् अस्ति. ओके, अत्र तु वयं दृष्टवन्तः अयप्रत्ययः अस्ति तत् सार्वधातुकप्रत्ययः अस्ति. अतः एतस्य सूत्रस्य आधारः आधारेण वयम् इक् वर्णस्य यत् अङ्गभागे अस्ति तस्य गुणकार्यं कुर्मः. ओके, अवगतम्? अनिरति स्पष्टम्? स्पष्टं भगिनि. दया अग्रिमसूत्रं पश्यामः. महोदय, एकः प्रश्नः अस्ति. अत्र सार्वधातुकार्धधातुकयोः मिदेर्गुण इत्यस्मात् गुणः इति अनुवृत्ति अङ्गस्य इत्यस्य अधिकार परन्तु इक् शब्दः कुतः आगतम् न इको गुणवृद्धि इत्यनेन परिभाषासूत्रम् इक् स्थाने भवति यत्र स्थाने न उक्तं परन्तु अङ्गस्य गुणः इति उक्तम् ओके विधेर्गुणः ततः गुणः इति वयं प्राप्तवन्तः अङ्गस्य इति एतस्य सूत्रस्य आधारेण वयं प्राप्तवन्तः अधिकारसूत्रमस्ति अतः अस्मिन् भागे अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः यावत्पर्यन्तमेव वयं प्राप्तवन्तः इतो गुणवृद्धिः किं वदति यत् परिभाषासूत्रमस्ति न सहायातम् आगच्छति इतः वयं ज्ञातुं शक्नुमः यत्र गुणकार्यं वा वृद्धिकार्यं भवति तत्र इत्वर्णस्य एव भवति एवं परिभाषासूत्रम् आगत्य साहाय्यं करोति ओके ओके अत्र ओ अत्र एव वि आर् रीडिङ्ग् परिभाषासूत्रं दिस् इस् औट् ओके सर्वे स्पष्टतया अवगतवन्तः इतः यत् आगतम् अत्र कुतः आगतं गुणः अत्र अस्ति अङ्गस्य गुणः इति अस्ति ओके गुणकार्यं कुत्र भवितुम् अर्हति केवलं वर्णानां स्थाने अत्र तु स्थानं न निर्दिष्टमस्ति केवलम् उक्तमस्ति अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इत्युक्ते यदा सार्वधातुकः अस्ति अथवा अर्धधातुकः अस्ति तस्य अङ्गस्य गुणकार्यं भवितुम् अर्हति परन्तु गुणकार्यं कस्मिन् स्थाने भवति केवलं वर्णस्य स्थाने भवितुम् अर्हति तत् किं कुतः वयं प्राप्तवन्तः इतो गुणवृद्धिः इति परिभाषासूत्रस्य आधारेण वयं जानीमः गुणकार्यम् अथवा वृद्धिकार्यं केवलम् इत्वर्णानां भवति ओके इदानीम् अग्रिमपरिभाषासूत्रस्य अवगमनं किञ्चित् प्राप्तुं प्रयत्नं कुर्मः किञ्चित् अधिकं कष्टमस्ति इति अहं चिन्तयामि परन्तु पश्यामः जया आमहं येन विधिः कथं तस्य विशेषणं तदन्तस्य अपि भवति विशेषणं तदन्तस्य अपि भवति स्वरस्यापि भवति न अवगतवती सम्पूर्णसूत्रं किम् अस्ति येन विधिः तदन्तस्य स्वस्य रूपस्य रूपस्य सो दन्तस्य स्वस्य रूपस्य सो इट्स् ओन् रूपं स्वं रूपम् ओके स अन्ते यस्य सदन्तः तस्य तदन्तस्य बहुभिः ओके सो येन तृतीयान्तं विधिः प्रथमपदं तदन्तस्य षष्ट्यन्तं द्विपदम् इदं सूत्रम् ओके सो फस्ट् सो फस्ट् पद् विल् बी इन् तृतीयान्तं तृतीयविभक्ति विधिः द कार्यं शुड् बी इन् प्रथमविभक्ति प्रथमान्तं तद् अन्तस्य षष्ट्यन्तं श्लोकं नाद्यते. दट्स् द पदं नाद्यते. त्रिपदम् इदं सूत्रं. सो इट् हास् त्री पार्ट्स्. ऐ डिन्ट् क्वैट् अण्डर्स्टाण्ड्. अनन्तरम् अग्रे पश्यतु, विधि इत्युक्ते किम्? विधि इत्युक्ते कार्यं. कार्यम् अत्र किम् अस्ति? सार्वधातुकार्थधातुकयोः इति अस्ति. ओके महोदय, अत्र इतोपि किञ्चित् येन विधि तदन्तस्य इत्यस्य विषये किञ्चित् इतोपि वदतु महोदय. अग्रे अग्रे गच्छामः, पुनः आगच्छामः, चिन्ता मास्तु. हा, एतत् किञ्चित् किं क्लेशकरम् इति भासते. आम् आम् आम् आम् आम् सार्वधातुकयोः इति यदस्ति इति सूत्रे विधि अस्ति. गुणकार्यं गुणकार्यं विधि अस्ति. गुणकार्यं विधि अस्ति. किमर्थं तत्र वयं कार्यं कुर्मः न? वर्णस्य किमपि वयं परिवर्तनम् अथवा कार्यं कुर्मः. अतः गुणः विधीयते. अनन्तरं कस्य गुणः प्रश्नं किम् उदेति? विच् आन् फ्रम् पूर्वं. सो दट् इस् इकवर्णस्य गुणः. अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः तावत्पर्यन्तम् एव सूत्रमस्ति. वयं स्थापितवन्तः गुणवृद्धिः एतस्य सूत्रस्य आधारेण परिभाषासूत्रमस्ति. तत्र किमपि न उक्तम्, अत्र आगच्छति. अनन्तरम् इतोपि किम्? सुवर्णस्य तावत्पर्यन्तं वयं ज्ञातवन्तः. ओके, अनन्तरं तर्हि येनविधि तदन्तस्य इति सूत्रे अत्र येन उक्ते वर्णः वर्णेन अग्रे पठतु. इक्वर्णेन इक्वर्णेन गुणकार्यं विधीयते. ओके ओके. वित् वित् वित् इक्वर्ण केवलम् इक्वर्णस्य इक्वर्णेन गुणकार्यं विधीयते. अनन्तरं येन इक्वर्णेन किम् अस्ति? गुणकार्यं विधीयते. तत् अन्तस्य इगन्तस्य शब्दस्य अपि गुणकार्यं विधीयते. ओके, अवगतं? वर्णीयम्. ओके, सो वित्त इक्वर्ण वित्त इक्वर्ण न गुणकार्यं भू यदस्ति धातु अस्ति, तत् इगन्तधातु अस्ति. अवगतम्? भू यद्धातु अस्ति तत् इगन्तधातु अस्ति. वयं कार्यं सम्पूर्णधातु उपरि कुर्मः अथवा केवलम् अन्तिम इत्वर्णोपरि कार्यं कुर्मः, तस्य अवगमनं येन विधि तदन्तस्य इति सूत्रस्य आधारेण वयं प्राप्नुमः. ओके ओके, अवगतं? न अवगतं भगिनि. Can happen with the equal na or at the end it tadanta. The last sentence varnena gunakaryam vidhiyate tadantasya igantasya shabdasya api gunakaryam vidhiyate. The difference between that ikvarna gunakaryam vidhiyate and also this tadantasya shabdasya api gunakaryam vidhiyate, what is the I couldn't understand. It has come earlier also. I didn't understand this. Two things they are saying. Shabdasya api gunakaryam vidhiyate. Vena ik parnena gunakaryam vidhiyate. तावत्पर्यन्तम् अवगत वर्णेन गुणकार्यं विधीयते तदन्तस्य इदन्तस्य शब्दस्य अपि गुणकार्यं विधीयते इत्युक्ते वयं कस्मिन् भागे गुणकार्यं कुर्मः भूधातुविषये अन्य कोऽपि स्पष्टीकरणं कर्तुं शक्नोति चेत् करोतु प्रश्नः उदेति भू यद्धातुः अस्ति तत्र वर्णद्वयमस्ति तिगन्तधातुः अस्ति कार्यं सम्पूर्णधातुः उपरि कर्तव्यं वा केवलं कार्यं कुत्र कर्तव्यम् इति प्रश्नः उदेति एकं तु अस्ति इक्वर्णः अस्ति अतः इगन्तः इति नाम इको गुणवृद्धिः इति सूत्रेण इक्वर्णः स्थानी भवति ओके अनन्तरं येन विधि तदन्तस्य इति सूत्रस्य आधारेण किमस्ति तदन्तस्य स्वस्य रूपस्य तदन्तस्य स्वस्य रूपस्य अर्थं किम् आगच्छति अन्तिमरूपं यत् वयं प्राप्नुमः वा पश्यामः तद् अस्ति संरूपं संरूपं यदस्ति तद् उ इक् वर्णः अन्तिमवर्णः ओके इति कार्यं कुत्र भविष्यति अत्र कुत्र अस्ति हा पश्यामः जया भवती एव पठितवती न विधि इत्युक्ते कार्यं विधि इत्युक्ते कार्यं कार्यं सार्वधातु सार्वधातुयोः इति सूत्रे विधि गुणकार्यं वयं ज्ञातवन्तः गुणकार्यम् अस्ति चेत् इक् वर्णस्य उपरि एव भवति इक् वर्णः अस्ति चेत् तत्र गुणकार्यं गुणकार्यं तस्य गुणः तर्हि किं भवति येन विधि तदन्तस्य इति सूत्रे अत्र येन इत्युक्ते इक् वर्णेन वर्णेन वर्णेन गुणकार्यं विधीयते विधीयते येन गुणकार्यं विधीयते वर्णेन गुणकार्यं पूर्णभूधातोः न केवलं भूधातोः इक्वर्णस्थानं यदस्ति तत्र गुणकार्यं येन गुणकार्यं वयं कुर्मः इक्वर्णेन गुणकार्यं गुणकार्यम् ओके येन इक्वर्णेन गुणकार्यं विधीयते तत् अन्तस्य इत्युक्ते इक् अन्तस्य शब्दस्य अपि गुणकार्यं विधीयते प्रणमा अवगतम् इदानीं किञ्चित् अधिकं न भगिनि इक् वर्णेन गुणकार्यं विधीयते अवगतम् इगन्तशब्दः भू इति धातु इगन्तधातोः तत्र ऊ वर्णेन गुणकार्यं विधीयते अवगतम् अत्र तदन्तस्य शब्दस्य अपि गुणकार्यम् अर्थं किम् इति न अवगतम् इक् वर्णेन गुणकार्यं विधीयते इगन्तस्य धातु इगन्तधातु अस्ति तत्र इक् वर्णः अस्ति तस्य गुणकार्यं भवति एतत् सम्यक् अवगतम् तदन्तस्य शब्दस्य अपि गुणकार्यं वै आड् दिस् एक्स्ट्रा दिस् सेण्टेन्स् ऐ एम् नाट् एबल् टु अण्डर्स्टाण्ड् दिस् वै डि वाण्ट् टु आड् दिस् एक्स्ट्रा वन् हियर् First one, okay. Even I understood clearly. So it is with the equal na that gunakaryam is happening. But what difference I'm not understanding. Okay. No, but why add this sentence here? I don't understand. That's how even I feel. अत्र पश्यामः येन विधि तदन्तस्य किं लिखितम् अस्ति भगिनि कनै नमस्ते भगिनि हा नमस्ते कन् ऐ एक्स्प्लेन् वाट् ऐ अण्डर्स्टुड् वेन् यु केन् करेक्ट् मेबि इट् इस् सो द वे ऐ अण्डर्स्टाण्ड् इस् दि इको इस् षष्ठी विभक्ति अङ्गस्य इस् आल्सो षष्ठी विभक्ति So the ikka, ikka is the adjective or visheshanam of angasya. So whenever a visheshana is used to specify a karyam, that karyam is applicable for the adjective that is specifying it, or if the adjective is only at the end also. So to make sure that even if it's only at the end, you should do the karyam, he has used the tadantasya. Is what I understood. But if that ik is in the in between, then gunakaryam bhavati va? No. No. Tatra sutram bhinnam asti, ha? Anama? Yes, Subhagini. Manam bahu avashyakam asti, ha? Kimartham, agre upadavishye vayam pashyamaha, ha? Pathamaha. Tatra antima bhaga upadabhaga द्वयोः अवगमनं आवश्यकम् अतः एव अत्र किञ्चित् पश्यामः हा अत्र किमस्ति अस्तु सो महोदय देन् इट् समरैस् सो दिस् गुणकार्यं केन् हेपन् वित् द इक्वर्ण दट् इस् द प्रधान सूत्रं रैट् वित् द इक्वर्ण दिस् गुणकार्यं विल् हेपन् सो इट् केन् हेपन् एट् द एण्ड् आल्सो एट् द वेरि पदान्त इट् केन् Igantasya, like tada antasya also it can happen. That's what Atra kim asti, iko guna vriddhi hi etasya sutrasya adharena vayam ikvarnasya sthane eva gunakaryam kartum shaknu maha iti vayam jnanam prapnu maha. Okay? Atra, ikanamisham, ha? Atra sarvadatuka ardhadatuka yoho etasya sutrasya सम्पूर्णभागं किम् अस्ति अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इकः वयं योजयामः परिभाषासूत्रस्य आधारेण ओके किमर्थं कारणं सूत्रे गुणः इति आगतं हा गुणकार्यं कर्तव्यम् इति इन्स्ट्रक्षन् अस्ति गुणकार्यं केवलम् इक् वर्णस्य स्थाने आगच्छति हा इदानीं प्रश्नः उदेति इक् वर्णः कुत्रापि भविष्यति वा केवलम् एकस्मिन् स्थाने भविष्यति हा येन विधिस्तदन्तस्य तस्मिन् विषये स्पष्टीकरणं करोति हा पश्यामः अत्र हा किमस्ति पदच्छेदः येन विधिस्तदन्तस्य ओके अग्रे गच्छामः विशेषेण निर्दिष्टः विधिः तं विशेषणं स्वीकृत्य अपि भवति तदन्तं स्वीकृत्य अपि भवति एतस्य अर्थं तु उपरि गतं हा अग्रे पश्यामः हा पत् लत् अदन्तस्य अङ्गस्य दीर्घतन न तस्य कुत्र अस्ति Actually, the one you had, Mohdia, that is good one. Apago. Upari. Rasya asti, na? Tugagama vishye, rasya piti krite, na? Patra nasi ananta. Adakshya angakshya dirga. Ato dirgo ini. Na, apra alantasya api asti, na? अतो दीर्घो ययि न एतद् नास्ति हा अष्टव्ययसूत्रैः उक्तिविधि कीदृशेभ्यः शब्देभ्यः भवति इत्यस्मिन् विषये क कश्चन सामान्यनियमः प्रकृतसूत्रेण उच्यते. यदि सूत्रे स्थानिनः निर्देशार्थं किञ्चन विशेषणं निर्दिष्टम् अस्ति तर्हि तेन सूत्रेण निर्दिष्टः विधि विशेषणस्य विषये तु अवश्यम् एव प्रयुज्यते. परन्तु तद् विशेषणं यस्य विद्यते तादृशस्य शब्दस्य इति प्रकृतसूत्रेण अस्य एव निर्देशः इति अङ्गस्य अनेन सूत्रेण दीर्घः केवलं प्रतिषेधः. ओ दिस् इस् प्रतिषेधः प्रतिषेधस्य प्रतिषेधः. It was written in that paragraph itself, I think, Mahoday. Yeah, if you go just above that, tadantasya, they have tried to explain. They are given about a. Instead of the u, they are given ajanta, a, and they are explaining. So is it only a? I read only till then you moved it. केवलम् आ इति एकस्य अङ्गस्य विषये कर्तुम् इदं सूत्रेण पाणिना नैव निर्मित अपि तु येषां शब्दानाम् अन्ते आ इति दट् वन् दट् पेराग्राफ् भगिनि एतस्य सूत्रस्य किञ्चित् स्पष्टीकरणम् अस्ति अत्र. तदन्तस्य अपि भवति निर्दिष्टः विधि तदन्तस्य अपि भवति इति प्रकृतसूत्रेण उक्तं नियम दट् ऐ थिङ्क् अतः अत्र तेन विधि सूत्र सूत्रस्य प्रयोगच्यते इति भवान् अवगतवान्. एकनिमिषम् अहम् अत्र किं वासुमहोदयस्य आङ्ग्लभाषायां सामान्यतया प्राप्नुवन्ति. अत्र विधि मेन्शन् इन् द काण्टेक्स्ट् आफ् दट् एब्जेक्टिव् अण्ड् आल्सो इन् द काण्टेक्स्ट् आफ् द वर्ड् विच् एण्ड्स् इन् दट् एब्जेक्टिव् अवगतम् उपनयेन. अत्र पश्यतु वासुमहोदयस्य आङ्ग्लभाषायां सम्पूर्णतया लिखितम् अस्ति. Interpretation, when a rule is made with regard to a particular attribute or letter, it means also the words having those attributes or letters at their end. Atah eva aham uktavati, bhu dhatu yadasti, sampurna dhatoho parivartanam kartavyam va kevalam u antima varnasya parivartanam kartavyam. Prashnaha udeti. Karanam, विशेषणविशेष किं स्पष्टता तत्र केवलम् उ इगन्त नामकरणं प्राप्नोति वा भू सम्पूर्णभू इगन्त धातु इति नामकरणं भवति न तत्र. अतः येन विधिस्तदन्तस्य एतस्य सूत्रस्य आधारेण केवलं विधिकार्यं केवलम् अन्तिमभागे भवति इति अर्थम् आगच्छति परिभाषासूत्रं येन विधि. ओके नारायण महोदय वदतु इदानीं. भगिनि ऐ थिङ्क् देर् समबडि आस् द क्वशन् तदन्तस्य इस् अन्नेसेसरि इस् रिडण्डेण्ट् इट्स् नाट् रिडण्डेण्ट् because this is the sutra yena visadantya is not for only guna, it is for any karyam. Any karya is specified by an adjective. It is applicable for the adjective and even if the end if it is the end of the adjective. So there could be some other karyam later where a bigger, you know, varna samuha is adesh. Then how do you do, right? That is why tadantasya is also there, so that it specifies clearly, hey, it is applicable in both conditions. So it's not redundant. Karyam kutra bhavitavyam tasya spashtikaranam yena vidhi tadantasya iti sutram spashtam vadati karyam kutra kartavyam. Vidhi, vidhi karyam yadvayam kurmaha tasya karyasya sthanam vayam to idanim jani maha iko guna vriddhi iti karanena ik sthane ik varnanam gunakaryam bhavati. Okay. Tavat paryantam vayam jnatavantaha. इदानीं प्रश्नः उदेति भू धातु यदस्ति तत् इगन्तधातु अस्ति. ओके, अतः सम्पूर्णधातु स्वीकुर्मः वा कथं निर्णयं कुर्मः? तदर्थं येन विधिस्तदन्तस्य इत्युक्ते येन विधिः तस्य तद् अन्तस्य स्वस्य रूपस्य एव कार्यं भवति. ओके, इत्युक्ते किम् अस्ति? अस्माकं हस्ते भूधातु अस्ति, तत्र विधि यत्र इक् वर्णः अस्ति, हा क्षम्यताम्, भूधातोः अन्तिमवर्णः उ अस्ति, इक् वर्णः अस्ति, अतः भूधातु इगन्तधातु अस्ति. हा प्रथमं. द्वितीयं किम् अस्ति? इको गुणवृद्धिः इति कारणेन अथवा इति परिभाषायाः आधारेण वयं जानीमः गुणकार्यम् इक् वर्ण, इक् वर्णः अस्ति चेत् तत्र एव गुणकार्यं कर्तुं शक्नुमः. इदानीं हा येन गुणकार्यं वयं कुर्मः इत्युक्ते येन विधि कुर्मः, गुणकार्यम् अत्र विधि भवति, हा कारणं तत्र एव गुणकार्यं वयं कुर्मः, तत्र किम् आगच्छति? हा केवलं स्वस्य रूपस्य परिवर्तनं भवति. ओके, अवगतं तावत्पर्यन्तम्? हा विधिकार्यं यत् वयं कुर्मः, येन वयं विधिकार्यं कुर्मः, इक् वर्णेन वयं विधिकार्यं कुर्मः. ओके, अतः केवलं तत् अन्तस्य अधिकारः अस्ति किं कार्यार्थं, स्वस्य रूपस्य परिवर्तनं. भू तत्र भकार यदस्ति तस्य परिवर्तनं न कर्तव्यं, केवलम् अन्तस्य कर्तव्यम् इति अर्थम् आगच्छति इति अहं चिन्तयामि. नरसिंहन् महोदय, भवान् किं वदति? It is swasya rupasya tadangasya api. Yena vayam vidikaryam kurmaha asmin sandarbhe ikvarnena vayam vidikaryam kurmaha. Vidikaryam kim asti? Ikvarnasya parivartanam gune. Gune parivartanam kurmaha. तदन्तस्य इत्युक्ते तत् अन्तस्य वा इगन्त वा? इगन्त, रैट्? इगन्त, इगन्तस्य, Yeah, because the karam is with ikvarna, right? In this case. Huh. That is Svasya Rupasya, the same iganta only. But, no, no, but in this case, right? I think this is a generic sutra. Huh. This is a general sutra. Huh. Correct. एतत् मनसि स्थापयन्ति इकोगुणवृत्ति यदस्ति येन विधि सदन्तस्य यदस्ति एतत् सर्वं परिभाषासूत्राणि सन्ति यत्र किमपि न स्पष्टम् अस्ति स्पष्टीकृतम् अस्ति तत्र साहाय्यं करोति कथं स्पष्टता प्राप्नुमः इति अतः गुणविषये स्पष्टता इकोगुणवृद्धि इति सूत्रेण इत्यर्णस्य एव गुणकार्यम् अथवा वृद्धिकार्यम् आगच्छति हा इदानीं येन विधिः तदन्तस्य एतस्य सूत्रस्य आधारेण विधिकार्यं यत्र वयं कुर्मः येन विधिकार्यं कुर्मः हा अत्र पश्यतु येन तृतीयान्तं विधि प्रथमान्तं तदन्तस्य षष्ट्यन्तं त्रिपदं सूत्रं हा अत्र विधि इत्युक्ते कार्यं हा विधि इत्युक्ते एतत् जनरल् अस्ति केवलं गुणकार्यविषये नास्ति एनी कार्यं अत्र किमस्ति इकः वर्णे इक् वर्णेन गुणकार्यं विधीयते ओके इक् वर्णेन गुणकार्यं विधीयते इत्युक्ते किं हा येन विधि येन विधिः इत्युक्ते अस्मिन् सन्दर्भे इक् वर्णेन विधि ओके तावत्पर्यन्तम् अवगतम् इदानीं तदन्तस्य एतस्य अवगमनं कथं वयं कुर्मः येन इक् वर्णेन गुणकार्यं विधीयते येन इक् वर्णेन गुणकार्यं विधीयते इत्युक्ते वयं गुणकार्यं कुर्मः येन इक् वर्णेन वयं गुणकार्यं कुर्मः अस्मिन् सन्दर्भे भूधातोः ऊ यदस्ति तस्य गुणकार्यं वयं कुर्मः हा तद् अन्तस्य इत्युक्ते इक् यत् अस्ति इग् अन्तस्य अस्मिन् सन्दर्भे इगन्तस्य शब्दस्य अपि गुणकार्यं विधीयते हा अवगतम् महोदय अहं महोदय मम अवगमनं तस्मिन् विषये किञ्चित् वदामः वा चन्द्रमति वदतु तत्र भू उदाहरणद्वयं स्वीकृत्य अहं वदामि भू इति धातु अत्र भ योगः ऊ इगन्ध अङ्ग धातु इगन्धधातु अस्ति अत्र उकारस्य गुणं भवति तादृशं भवति इति प्राप्नोति तत्र इगन्धधातु अस्ति अन्ये इक् वर्णः अस्ति तस्य गुणं भूत्वा अत्र भवति इति रूपं प्राप्नोति अन्यत् एकं धातु अस्ति इण् धातु अत्र नकारस्य इत्संज्ञा हलन्त्यम् इति सूत्रेण भवति इ एव अवशिष्यते तत्र ई एक इक् वर्णः एव अस्ति किन्तु तस्यापि गुणं भवति एति इति रूपम् अदादिगुणे अस्ति तिङ्प्रत्ययस्य कारणेन एव अत्र गुणः भवति अत्र एति इति इक् वर्णः एक इक् वर्णः एव अस्ति चेदपि स्वस्य रूपस्य गुणः भवति इगन्ध अङ्गम् अङ्गं वा इगन्धधातुः अस्ति चेदपि तस्य गुणः भवति इति मम अहं चिन्तयामि तादृशम् इण् धातोः नकारः गच्छति ओके इ एव तिष्ठति ओके सत्यं वा सत्यं हा इ तिष्ठति अवगतं भगिनि वयं यत् विकरणप्रत्ययः योजयामः तत्र विकरणप्रत्ययः किम् अत्र अदादिगणे अस्ति अत् शप्कारणेन न किङ्कृत्यस्य कारणेन अत्र गुणः भवति एति इति श्लू अस्ति तत्र अदादिगणे प्रसक्तिः अस्ति किन्तु विकरणप्रत्ययस्य कारणेन न भवति किन्तु किङ्प्रत्ययस्य कारणेन तदपि सर्वधातुकार्थकद्वयोः एव अतः अत्र गुणं भूत्वा एसि इति रूपं प्राप्तुं एकनिमिषं भवती यद्वदति तत्तु अङ्गविषये अस्ति अत्र अङ्कं किमपि भेदः नास्ति विवर्णप्रत्यये न योजय अत्र लुप् स्लू एव अस्ति अतः इ एव अवशिष्यते अदादिकले अपि भवती कुतः एतत् ज्ञानं प्राप्तवती अहम् अन्यस्मिन् कक्षायाम् अहं दृष्टवती पठितवती अतः वदामि तादृशं मम अहं इदपर्यन्तं तादृशम् अवगतवती अतः एव अहं वदामि परन्तु इकवर्णः एक इकवर्णः एव अस्ति धातुम् इत्युक्ते इकवर्णः एव अतः स्वस्य रूपस्य भवति किन्तु धातोः अन्ते इकवर्णः अस्ति चेत् तत्र अपि भवति किन्तु धातुः एक इकवर्णः एव अस्ति चेत् स्वस्य रूपस्य अपि भवति इति अहं चिन्तयामि प्रश्नः उदेति अत्र अङ्गं किम् ओके अङ्गं किम् अनन्तरं न विक्रयणं अङ्गम् अत्र चिरादिगणे अपि भवति चिरादिगणे अङ्गं भवति अतः प्रथमं निश्चन्त निच् प्रत्ययस्य योजनेन गुणं भवति अनन्तरम् अङ्गं प्राप्नोति अत्र शप् विकरणप्रत्यय आगच्छति अङ्गस्य गुणः पुनः पुनः अत्र भवति कोऽपि किमपि अवगतवन्तः चन्द्रमती यत् स्पष्टीकरणं कृतवती प्रत्ययस्य पूर्वस्थितः वर्णः अङ्गः भवति प्रत्ययस्य अङ्गः भवति न हा अङ्गविषये यावत्पर्यन्तं सम्पूर्णतया वयं न पठितवन्तः ओके अङ्गविषये अग्रे आगच्छति ओके कारणं प्रतिवारम् अङ्गं भिन्नं भवति ओके अतः तस्मिन् विषये अहं किमपि न उक्तवती हा यत् चन्द्रमती उक्तवती तत्र तु अङ्गविषयम् अस्ति हा अङ्गविषयं प्रतिवारं भिन्नं भवति तत्तु वयम् अग्रे पश्यामः अतः किञ्चित् तिष्ठन्तु अवगमनम् अर्धमर्धमेव इदानीम् अस्मिन् स्तरे भविष्यति अग्रे अग्रे यदा वयम् अधिकमधिकं पठामः तत्र तु अवगमनम् अधिकं भविष्यति ओके यावत्पर्यन्तं येन विधि तदन्तस्य स्वस्य रूपस्य एतस्य अवगमनं किञ्चित् अपि अभवत् वा न इदानीं अलोन्तस्य अपि अस्ति हा ओके अग्रे गच्छामि वा आं महोदय गीता पठितुं शक्नोति अहं रेल् याने अस्मि भगिनि अतः एव अहं किञ्चित् चन्द्रमती भवती पठतु अलोन्तस्य अलोन्तस्य प्रथमाध्याये प्रथमपादे पञ्चाशत्तमं सूत्रं षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अलवर्णस्य स्थाने भवति अलः षष्ट्यन्तम् अन्तस्य षष्ट्यन्तं निपदमिदं सूत्रं षष्टिस्थाने योगः प्रथमाध्याये प्रथमपादे नव चत्वारिंशत्तमं सूत्रम् इत्यस्मात् षष्टिस्थाने इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितं सूत्रं षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः अत्र आदेशः भवति इति गुणं भूत्वा आदेशः भवति इति अत्र वदति, अत्र कुत्र आदेशः भवति इति वदति. अलः अद्यस्य अन्तिम अल् अल् वर्णस्य स्थाने, अल् इत्युक्ते सर्वे अक्षरवर्ण स्वरम् अनन्तरं व्यञ्जनं सर्वं योजयित्वा एव अल् इति वदति. अन्तिमवर्णस्य स्थाने अल अलः अन्त्यस्य षष्टिभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः इति सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. अन्तिम अल् वर्णस्य स्थाने आदेशः भवति. अल् षष्ट्यन्तं पदम् अस्ति, अन्त्यस्य अपि द्वयमपि षष्ठीस्थाने आदेशः वा आगमः वा किमपि तत्र एव भवति, षष्ठीस्थाने एव भवति. अलन्त्यस्य स्थाने षष्ठीस्थाने योग इत्यस्मात् षष्ठी स्थाने इत्यनयोः अनुवृत्तिः, षष्ठीस्थानयोग इत्यस्मात् षष्ठीस्थाने इति अत्र स्वीकृतम् अनुवृत्तिरूपेण स्वीकृतमस्ति. अनुवृत्तिसहितसूत्रम् अतः षष्ट्याः अन्त्यस्य अलः स्थाने षष्टि अन्तिम अल्वर्णस्य स्थाने आदेशः भवति इति अत्र उदाहरणमपि दत्तमस्ति. हो ओगः आ ओगः ति अत्र भवति इति अत्र आदेशः वदतु. अत्र भूस्थाने गुणं भूत्वा अन्ते अस्ति, ऊस्थाने ओ आदेशः अभवत्. अन्तिम धातोः अन्तिमवर्णः भू आसीत्, तस्य स्थाने गुणवर्णः ओ आदेशः अभवत्. अनन्तरम् आयोगः ति ओ योगः आ अत्र सन्धिकार्यमस्ति, चोये वायावः सन्धिकार्येण ओ औ भवति. अनन्तरं भूयोगः औ योगः ति वर्णमेलनेन भवति इति रूपं प्राप्नोति. अतः अलोन्त्यस्य इत्युक्ते यत् अन्तिमवर्णः अस्ति तस्य. ओके, अवगतं सर्वे जनाः? एतत् बहु कष्टं नास्ति इति अहं चिन्तयामि. हा, अल्वर्णस्य स्थाने यत्किमपि आदेशः अस्ति तत् वयं कुर्मः. आदेशः इत्युक्ते विधि अथवा परिवर्तनम् अथवा कार्यं, यत्किमपि कार्यं कर्तव्यं तत् अल्वर्णस्य स्थाने कर्तव्यम्, अन्तिम अल्वर्णस्य स्थाने. ओके, अल् इत्युक्ते किमपि यत्किमपि वर्णः अस्ति, स्वरः वा व्यञ्जनम्. ओके, अग्रे गच्छामः. हा, प्रश्नः अस्ति वा यावत्पर्यन्तम्? न. ओके, भागीरथी अग्रे पठतु. षष्ठः गुरुः सन्धिकरणे यावत्पर्यन्तं वयम् आगतवन्तः, भो अधिकम् अ अधिकं ति, पश्यतु भो अधिकम् अ अधिकं ति कथं प्राप्तवन्तः तस्मिन् विषये परिभाषासूत्रमपि वयं दृष्टवन्तः. ओके, ओके, इदानीं भोपर्यन्तम् आगतम्. ओके, गो अधिकम् अ अधिकं ति सन्धिप्रकरणे एकं सूत्रम् अस्ति, एचोयवायावः यान्तवान्तसन्धिः इति लोके उच्यते. अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने औ आदेशः भवति. बो अधिकम् अधिकम् एचोयवायावः इत्यनेन ओ स्थाने औ भू अधिकम् औ अधिकम् आ अधिकम् सि. पठितुं शक्यते वा भगिनि? पठामि वा भगिनि? पठतु. पूर्णम् पूर्णः सूत्रार्थः अत्र उक्तः. एचोयवायावः 6177 एचः ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ आय् आव् इति आदेशाः भवन्ति अचीपरे. क्रमेण इत्युक्तं यथा सङ्ख्यमनुदेशः समानां 1 3 10 इति परिभाषासूत्रस्य सहायेन. ऐ च औ च आय् च आव् च तेषाम् इतरेतरद्वन्द्वः अयवायावः. एषः षष्ट्यन्तम् अयवायावः प्रथमान्तं द्विपदमिदं सूत्रम्. इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचि संहितायाम् अत्र सूत्रम् एचोयवायावः इति एकसूत्रम् अस्ति. यान्तवान्तसन्धिः इति उच्यते. एतत् सूत्रेण वर्णसमूहस्य अन्ते यदा ओकारः अस्ति चेत् अनन्तरं तस्य अनन्तरं किमपि स्वरः भवति चेत् अत्र ओकारस्य स्थाने औ आदेशः भवति. अतः बो अधिकम् आ अधिकं सि भवति एचोयवायावः इति कारणेन ओ स्थाने औ आगच्छति. अतः बा अधिकम् औ अधिकम् आ अधिकं सि भवति इति प्राप्तं भवति इति. अत्र सूत्रस्य पूर्णसूत्रार्थम् अत्र उक्तः. एचोयवायावः सूत्रं 6177 एचः इत्युक्ते ए ओ ऐ औ इत्येषां वर्णानां समूह एचः. एतत् स्थाने क्रमेण ए स्थाने ऐ, ओ स्थाने औ, ऐ स्थाने आय्, औ स्थाने आव् आदेशः भवति. परन्तु अचिपरे स्वराणां परे एतेषां स्थाने ऐ औ आय् औ आदेशः भवति क्रमेण इत्युक्तं यथा सङ्ख्यामनुदेशः समानम् इति परिभाषासूत्रम्. परिभाषासूत्राणां साहाय्येन एव क्रमेण उक्तम् इति ज्ञेयम्. यथा सङ्ख्यम् अनुदेशः वा सङ्ख्यं समानम् अहं न अनुदेशः यथा सङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रम् एव ऐ च औ च ऐ च इति तेषाम् इतरे अयवायवः एषः षष्ट्यन्तम् अयवायवः प्रथमान्तं द्वितीयान्तं प्रथम पदं सूत्रम् इको यणचि अत्र अचि इति अनुवृत्तिः भवति अचि अत्र अचि संहितायाम् इति अधिकारः अस्ति संहितायां भवति चेदपि अधिकारः कार्यं भवति अतः संहितायाम् इति अधिकारः एव अनुवृत्तिसहितसूत्रम् एकः अवयवायः अचि संहितायाम् एतत् एव पूर्णसूत्रं भवति उ अधिकम् औ अधिकम् आ अधिकं ति वा अधिकम् औ अधिकम् आ अधिकं ति सो एतानि वर्णानां मेलनेन भवति इति वयं प्राप्नुमः भवति इति प्राप्तम् एवम् एव अहं ज्ञातुं शक्यते भगिनि सन्ति अहं सम्यक् जानामि ऐ थिङ्क् ऐ हेव् अण्डर्स्टुड् महोदय परन्तु अत्र परिभाषासूत्रे सूत्रस्य किं कार्यं क्रमेण इत्युक्तं यथा सङ्ख्यम् अनुदेशं समानम् अत्र अहं चिन्तयामि अग्रिमवर्गे वयं यथा सङ्ख्यम् अनुदेशः समानाम् एतस्य अवगमनम् अग्रिमवर्गे वयं कुर्मः यदा पुनः एका परिभाषासूत्रम् आगतम् एतस्य अवगमनमपि आवश्यकं पुनः परिभाषा कथं वयं निर्णयं कर्तुं शक्नुमः ए स्थाने एव अव् ऐ ओ स्थाने एव अव् अस्मिन् विषये किञ्चित् चिन्तनं कर्तव्यम् भगिनी संहितायाम् इति एव अधिकारः अस्ति अधिकारः नास्ति चेत् अनुवृत्तिः संहितायां नास्ति चेत् यान्तवान्त न कर्तुं कार्यं न भवति एव संहितायां विधि अधिकारं दत्तम् अस्ति अत्र अधिकारं नास्ति चेत् एतत् न भवति अयवायावः न भवति एवं वा भगिनि दट् इस् संहितायाम् अत्र बहु इम्पार्टेण्ट् अस्ति अधिकारः नास्ति चेत् एतत् न भवितुम् अर्हति संहिता इत्युक्ते किं संहिता अत्यन्तसमीपे अस्ति चेत् संहिता सामीप्यं भवितव्यं सामीप्यं नास्ति चेत् कार्यं न कर्तुं न भवति सर्वे अवगतवन्तः प्रश्नः अस्ति मन्ये येन विधिस्ततन्त्रस्य अहं किञ्चित् प्रयत्नं करोमि वा स्पष्टीकरणं कर्तुं समयः अस्ति चेत् प्रयत्नं करोतु न सर्वे प्रयत्नं कुर्वन्तु अस्तु अहम् एकाकी नास्मि अस्मिन् वर्गे वयं सर्वे मिलित्वा पठामः अस्तु मन्ये यथा प्रथमतया कार्यम् इत्युक्ते किम् इति अहं वदामि कार्यम् इत्युक्ते आदेशः वा आगमः वा लोपः वा नो चेत् प्रत्ययः वा भवितुम् अर्हति परन्तु प्रथमा विभक्तौ आगच्छति यथा येन विधिस्ततन्त्रस्य इति अस्ति खलु तत्र येन तृतीया विभक्तिः विधिः प्रथमा विभक्तिः ततन्तस्य षष्ठी विभक्तिः यदा येन विधिः स्वस्य रूपस्य ततन्तस्य इति अस्ति यदा सूत्रार्थः विशेषणः निर्दिष्टः विधिः तं विशेषणं स्वीकृत्यापि भवति ततन्तं स्वीकृत्यापि भवति अत्र विधिः इत्युक्ते गुणः गुणः कुत्र कुत्र भवितुम् अर्हति इति अस्ति प्रथमं, तदनन्तरं कार्यं कुत्रापि यत्किमपि कार्यं तत्र कार्यमपि भवितुम् अर्हति, यथा अस्माभिः करपत्रे अपि दत्तमस्ति खलु, यथा स्वं विधि विभक्तिपरिमाणः इत्यनेन षष्ट्यन्ते भवतः स्वस्य रूपस्य अनुवृद्धिः सहितरूपं येन विधिः तदन्तस्य स्वस्य रूपस्य इति अस्ति, यथा अस्माभिः सन्देहः तदन्तस्य इत्युक्ते किम् इति सन्देहः आगच्छति, तदन्तस्य इत्युक्ते इगन्तस्य एव अर्थः इति अहं मन्ये, विधिः विधिः इत्युक्ते सन्दर्भं सन्दर्भम् इत्युक्ते यथा अङ्गम् अङ्गस्य स्पष्टीकरणं बहु आवश्यकम् इति अहं मन्ये, यथा पठति इति एक उदाहरणं स्वीकृत्य वयं पश्यामः, पठति इत्यस्य यथा पट् अयोगः ति इति अस्ति, तिङ् प्रत्ययस्य अङ्गं पट एव अङ्गम्, यथा शप् प्रत्ययस्य अङ्गं तत्र पट् एव शप् प्रत्ययस्य अङ्गम्, यथा एतस्मात् सूत्रात् यथा येन विधिः तदन्तस्य इति अस्ति खलु, तत्र विधिः गुणकार्यमेव सूचयति, सन्दर्भं किम् इत्युक्ते तत्र इगन्तस्य एव इति अहं मन्ये यथा तत् विशेषणं सूचयति इगन्तस्य अङ्गं विशेष्यम् इति अहं मन्ये, कुत्र चिन्तयामि यदा विशेषनिर्दि इगन्तस्य अङ्गस्य अङ्गं यस्य अन्तः इक् इगन्तस्य यस्य अङ्गः इक् इगन्तस्य विशेषणम् अङ्गं विशेष्यं सन्दर्भम् इगन्तस्य इति अहं मन्ये परन्तु अन्यत्र अन्यमपि आगन्तुं शक्यते, कारणम् एतत् जनरल् सूत्रमस्ति, परिभाषासूत्रम् इत्युक्ते यत्र यत्र आवश्यकता अस्ति तत्र तत्र एतस्य उपयोगं वयं कुर्मः, यदा इको गुणवृद्धिः तदपि वयं कुत्र कुर्मः, यत्र किमपि न स्पष्टीकृतम् अस्ति परन्तु गुणकार्यं वा वृद्धिकार्यविषये किमपि चिन्तनमस्ति सूत्रमस्ति तदा वयं ज्ञातुं शक्नुमः स्थाने एव गुणकार्यं वा वृद्धिकार्यं भवितुम् अर्हति, एवं येन विधि तदन्तस्य अत्र किमस्ति यत्किमपि कार्यं वयं कर्तुं सिद्धः अथवा सन्दर्भः आगच्छति विधिकार्यं येन वयं विधिकार्यं कुर्मः पश्यतु विधिकार्यं विधि इत्युक्ते कार्यं अस्मिन् सन्दर्भे गुणकार्यमस्ति अस्मिन् सन्दर्भे गुणकार्यम् अस्ति किमर्थं सार्वधातुकार्धधातुकयोः एतस्य आधारेण गुणकार्यं भवति अङ्गस्य भागे, अङ्गं किम् अस्ति कथं तस्य निर्णयं कर्तव्यं तस्मिन् विषये अग्रे आगच्छति, अतः चिन्ता मा कुर्वन्तु सोपाने अङ्गविषये न उक्तम्, अङ्ग नाम तु आगतं पदं तु आगतं परन्तु तस्य विवरणं न आगतम्, अतः चन्द्रमपि मुकुलक्ष्मी जानन्ति अङ्गम् इत्युक्ते किम्, अतः स्पष्टीकरणं तेषां कृते किञ्चित् सुलभम् अभवत् परन्तु अन्येषां कृते पुनः सुलभं भविष्यति, चिन्ता मा कुर्वन्तु आगच्छति अङ्गविषये कारणं तत्र बहु महत्त्वपूर्ण ज्ञानमस्ति. अनन्तरम् अलोन्तस्य इति अपि वयं परिभाषासूत्रं दृष्टवन्तः. अग्रिमभागे पुनः एकं सूत्रं यथासङ्ख्यम् अनुदेशः समानम् एतस्मिन् विषये अनन्तरं पश्यामः अग्रिम अवसरे. समयः जातः अतः समापयामि. वदतु. इक्वल् इन् तदन्तस्य अनन्तरं शब्दस्य अपि गुणकार्यं विधीयते. किमर्थं शब्दस्य शब्दस्य इत्युक्ते सम्पूर्ण यत्किमपि अस्माकं हस्ते किम् अस्ति, इगन्तधातुः अस्ति. अतः परिवर्तनं सम्पूर्णधातोः कर्तव्यं वा केवलम् अन्तिमभागस्य? अवगतम्. अन्तम् अन्तिमभाग विधिकार्यं यत् कर्तव्यं तत् सम्पूर्णतया कर्तव्यं वा केवलम् अन्तिमभागस्य? अन्तिमभागस्य कार्यम्. ओके, चलो. धन्यवादः. पूर्णमदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. पुनर्मिलामः अग्रिम अवसरे. किञ्चित् अधिकमपि पश्यामः. धन्यवादः महोदय.